अस्तु तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। अत्र इदानीं वयं अनुमानप्रसङ्गे स्मः। तत्र दृष्टान्तद्वयम् इत्युक्ते वाक्यद्वयम् आसीत्, यत्र तत्र पर्वतः वह्निमान् धूमात्यतामहानसम् इति एकम्, अपि च वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति द्वितीयम् आसीत्। तत्र तु द्वितीयदृष्टान्ते तत्र नास्ति इत्यतः अस्ति इति न आगच्छति इति वयं दृष्टवन्तः। तर्हि यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वस्तुतः नास्ति, परन्तु यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्येव भवति इति वयं दृष्टवन्तः। तर्हि तस्मात् किञ्चित् अग्रे सरेम। तर्हि तत्र सुनील् महोदय, भवान् तत्र किञ्चित् अन्तिमपरिचयः अन्ततो गत्वा इति यद्वयं गतसप्ताहे पठितवन्तः तदेकवारं पठित्वा किञ्चित् पुनस्मारणरूपेण वदति वा? आम्, अन्ततो गत्वा यन्नैवं तन्नैवम् इत्यनेन यत्र यत्र वन्यत्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न, व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुर्नास्ति तत्र तत्र साध्यं नास्ति इति न, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इत्येव भवति। यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वं नास्ति इति अस्ति। अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वर्णौ उष्णत्वमिति साध्यम् अस्ति। कथमिति अग्रे पश्येम। अत्र इदानीं वयं अत्र द्वयं कार्यद्वयं दृष्टवन्तः। अत्र अन्वय रीत्या च व्यतिरेकरीत्या किं भवति इति। अत्र व्यतिरेकस्थले यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति न वक्तुं शक्नुमः। यदा भवती इदानीम् उक्तवती उष्णे जले उष्णत्वं नास्ति अतः वन्यत्वं नास्ति इति कारणेन अन्यस्मिन् स्थले अस्ति इति वक्तुं न शक्नुमः। अतः पुनः अत्र एव पुनः एवं वदति सारांशेन, तत्र व्यतिरेकस्थले यत्र वन्यत्वं नास्ति तत्र उष्णत्वं नास्ति इति न, यत्र हेतुर्नास्ति तत्र साध्यं नास्ति इति न, परन्तु यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति एव अत्र व्यतिरेकदृष्टान्ते अस्ति इति। अतः अत्र यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वं नास्ति इति अस्ति, तदेव अस्ति। उत्तमं। तर्हि इदानीं पूर्वमपि वयं तत्र अन्वयव्याप्तिः व्यतिरेकव्याप्तिः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति एकवारं दृष्टवन्तः। अत्र पुनस्मारणत्वेन दत्तमस्ति तदेकवारं पठित्वा किञ्चित् स्मारयति वा महोदय, तत्र किं पठितम् अस्माभिः पूर्वम् इति? आम्, अत्र पूर्वमपि अस्माभिः चत्वारि वाक्यानि परिशीलितानि। अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः, व्यतिरेकव्याप्तिः यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः धूमभावः किल धूमाभावः खलु अभावः आमां वन्या यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः। अन्यव्यभिचारः इत्युक्ते कारणमस्ति कार्यं नास्ति। व्यतिरेक व्यभिचारः इत्युक्ते अत्र कारणं नास्ति कार्यमस्ति। तत्र इदानीम् अन्वय व्याप्तिः इत्युक्ते अत्र तदेव वयं अनुमानप्रसङ्गे प्रथमं दृष्टवन्तः। पर्वते धूमः अस्ति चेत् तत्र वह्निः इति अस्ति इति अनुमानं कुर्मः इति. अत्र व्यतिरेकव्याप्तिस्थले यत्र यत्र वन्यभावः अस्ति तत्र धूमाभावः अपि अस्ति. अन्वयव्यभिचारस्थले कारणमस्ति कार्यं नास्ति इति. इत्युक्ते सर्वदा कारणमस्ति चेत् कार्यं न भवति इति तादृशः नियमः नास्ति. तादृशनियमः नास्ति इति न, परन्तु यत्र कारणमस्ति परन्तु कार्यं नास्ति इति यदा भवति तत्र, इत्युक्ते तत्र तत्सत्त्वे तदसत्त्वम् इति वयं पूर्वं दृष्टवन्तः. इत्युक्ते तत्र कादम्बरी इति ग्रन्थः अस्ति, तत्र साधारणतया अस्माकं अस्माकं मतमस्ति यत् अथवा तत्र मङ्गलाचारणेन तादृशम् आरम्भं इति. सत्यं मङ्गलाचारणेन आरम्भं करणीयं यतोहि इति अस्माकं विश्वासः अस्ति खलु, यतोहि तेन तत्र कार्यस्य परिसमाप्तिः भवति इति. परन्तु कादम्बरी इति पुस्तकम् इति ग्रन्थं पश्यामः चेत् तत्र मङ्गलाचारणम् अस्ति परन्तु कादम्बरी इति पुस्तकस्य परिसमाप्तिः न अभूत् इति कृत्वा, यद्यपि कारणमस्ति इत्युक्ते मङ्गलाचारणम् इति कारणमस्ति तथापि तत्र कार्यं परिसमाप्तं न अभवत् इति कृत्वा तत्र यत्र कारणम् अस्ति परन्तु कार्यं नास्ति इति तत्र अन्वयव्यभिचारः. अत्र व्यतिरेकव्यभिचारस्थले अपि किञ्चित् विपरीतं भवति, कारणं नास्ति कार्यमस्ति. पुनः एतादृश उदाहरणमेव मङ्गलाचारणं नास्ति चेदपि तद् कारणमिति उक्त्वा, परन्तु कार्यं भविष्यति एव इति. अतः चार्वाकः मतमस्ति. न, चार्वाकः मतमिति नास्ति, चार्वाकग्रन्थः. चार्वाकग्रन्थेषु मङ्गलाचरणं नास्ति, परन्तु पुस्तकस्य परिसमाप्तिः तु, अथवा तत्र नास्तिकग्रन्थेषु इत्यपि वक्तुं शक्नुमः. इत्युक्ते बौद्धजैन मदानुसार मदपुस्तकानि अपि तथैव सन्ति खलु. तत्रापि मङ्गलाचारणम् इति नास्ति परन्तु पुस्तकस्य परिसमाप्तिः तु भवति इति कृत्वा तत्र तदसत्त्वे तत्सत्त्वम् इति व्यतिरेकविचारः. तत्र वाक्यतच्चतुष्टयं स्मरति वा महोदय, अन्वयव्याप्ति तत्र यथा तदसत्त्वे तत्सत्त्वम् इति व्यतिरेकव्यभिचारः विभचारस्य वाक्यम् आसीत्, तद्वत् अन्वयव्याप्तिः व्यतिरेकव्याप्तेः अपि वाक्यं किञ्चित् स्मारयति वा? अहम् अत्र विषयं स्मरामि, परन्तु अत्र वाक्यं सम्यक्तया न स्मरामि. अस्तु, सुकोणमहोदय भवान् स्मरति वा, किञ्चित् वक्तुं शक्नोति वा तस्मिन् विषये? हा, प्रयत्नं करोमि. अन्वयव्याप्तिस्तु यत् सत्त्वे यत् सत्त्वम् इति, व्यतिरेकव्याप्तिस्तु यदसत्त्वे यदसत्त्वम् इति, अन्वयव्यभिचारः तु यत् सत्त्वे यदसत्त्वम् इति, व्यतिरेकव्यभिचारः तु यदसत्त्वे यत् सत्त्वम्. किन्तु तत्र भगिनी अन्वयव्याप्तिः, अहं विपरीतं नास्ति, किञ्चित् परिवर्तनं कृत्वा सामान्यरूपेण वदामि. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिः किल. व्यतिरेकव्याप्तिः यत्र यत्र साध्याभावः तत्र तत्र हेतुरभावः. तत् समीपं तद्वयमपि समीचीनम्. अन्वयव्यभिचारः साध्यमस्ति हेतुर्नास्ति इति. न, हेतुः अस्ति साध्यं नास्ति खलु, कारणम् इति. हा, क्षम्यतां, साध्यमस्ति परन्तु हेतुः नास्ति. सत्यं सत्यं. हा, किन्तु तत् तत्र दोषः किमपि नास्ति किल? पूर्वस्मिन् परिच्छेदेव वयं पठितवन्तः यत्र यत्र हेतुर्नास्ति तत्र तत्र साध्यं नास्ति इति न इति. तद् परन्तु व्यतिरेक तले एव तादृशं नियमः इति न इत्युक्ते तत्र अन्वे व्यभिचारः इत्युक्ते यत्र यत्र साध्यम् अस्ति अत्र हेतुः नास्ति इति खलु. आम् किन्तु तत् समीचीनमेव तादृशं भवितुम् अर्हति एव. किमर्थं व्यभिचारः इति वदामः इति प्रश्नः. व्यभिचारः इत्युक्ते दोषः इव किञ्चित् व्यभिचारः इत्युक्ते तत्र वस्तुतः दोषः इति नास्ति खलु. व्यभिचारः इत्युक्ते तत्र कथं वदामः तत्र भिन्नरीत्या तत्र यदा आङ्ग्लभाषायाम् एक्सेप्शन् अथवा डीवियेशन् इति वदामः तथा एव तावदेव खलु. आम् किन्तु अस्य प्रयोजनं किं किमर्थम् इत्युक्ते कारणमस्ति कार्यं नास्ति इति चेदपि अनुमानस्य किमपि हानिः नास्ति किल? सत्यं परन्तु कार्यं कारणम् अस्ति परन्तु कार्यस्य तत्र सर्वदा इति नास्ति खलु. इत्युक्ते तत्र कादम्बरी इति पुस्तकस्य रचना तु आरम्भम् अभवत् इति इत्युक्ते तत्र पश्यतु घटस्य निर्माणस्य कृते सर्वाणि कार्याणि तत्र उद्युक्तानि परन्तु तत्र केनचित् कारणेन घटनिर्माणं न अभूत् इति तदेव व्यभिचारः खलु. इत्युक्ते साधारणतया कारणं सर्वम् अस्ति अपि च तत्र कार्यं कर्तुम् इच्छा अपि अस्ति चेत् कार्यं भवति एव. आम् किन्तु तत् मया अवगतं भगिनी. किन्तु मम प्रश्नः अन्वयव्यभिचारस्य प्रयोजनं किम् अनुमानस्थले? न न अनुमानस्थले तत्र प्रयोजनम् इति नास्ति. तत्र अग्रे तत्र व्यतिरेकव्याप्तिः विषये आगच्छति तर्हि तदर्थं तत्र किञ्चित् पुनस्मारणत्वेन सर्वं दत्तमस्ति तत्र तावदेव. अत्र वाक्यचतुष्टयम् अस्ति तत्र अन्वयव्याप्तिः नास्ति चेत् अनुमानं न कर्तुं शक्यते, व्यतिरेकव्याप्तिः नास्ति चेत् अनुमानं कर्तुं न शक्यते, व्यतिरेकव्यभिचारः अस्ति चेदपि तत्तु व्यतिरेकव्याप्तेः व्यभिचारं करोति इति कृत्वा तत्रापि अनुमानं न कर्तुं शक्यते. किन्तु केवलम् अन्वयव्यभिचारः अस्ति चेदपि किमपि अनुमानस्य हानिः नास्ति इति मम चिन्तनम् इति चेत् किमर्थम् अन्वयव्यभिचारः द्रष्टव्यम् इति. न एकक्षणं तत्र व्यतिरेकव्यभिचारविषये किम् उक्तवान् भवान् पुनः एकवारं वदतु. व्यतिरेकव्यभिचारः किं वदति? कारणं नास्ति कार्यम् अस्ति इति. व्यतिरेकव्याप्तिः प्रसङ्गे क्लिष्टकरं भवति खलु. इत्युक्ते कारणं नास्ति कार्यम् अस्ति इति वस्तुतः. आम् तदहम् अङ्गीकरोमि. अत्र वाक्य चतुष्टये प्रथमवाक्यम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः व्यतिरेकव्यभिचारः त्रयमपि आवश्यकम् अनुमानस्य, किन्तु अन्वयव्यभिचारः न आवश्यकम् इति मम चिन्तनं. तदेव मम प्रश्नः अपि किमर्थम् अन्वयव्यभिचारस्य दृष्टिः अत्र? यदि अन्वयव्यभिचारः भवति चेदपि किमपि अनुमानस्य हानिः नास्ति. महोदय अत्र किञ्चित् विषयान्तरं गच्छति भवान् इति चिन्तयामि. अत्र तु तत्र अनुमानस्य कृते चत्वारि वाक्यानि अपि आवश्यकानि इति कृत्वा अत्र परिशीलनम् इति नास्ति. वस्तुतः तत्र प्रथमद्वयस्य एव आवश्यकता अस्ति अस्माकं कृते. परन्तु अत्र सर्वं दत्तमस्ति यतोहि किञ्चित् पुनस्मारणत्वेन तत्सर्वं मिलित्वा इत्युक्ते व्याप्तिः अपि च व्यभिचारः इति सङ्गच्छते इति कृत्वा तत्सर्वम् अत्र दत्तमस्ति तावदेव. अस्तु किन्तु भवत्याः चिन्तनं किम्? अन्वयव्यभिचारः आवश्यकं वा न वा इति. हा अन्वयव्यभिचारः अनुमानस्य प्रसङ्गे तत्र किञ्चित् सन्दर्भं सन्दर्भस्य दृष्ट्या एव वक्तुं शक्नुमः खलु. इत्युक्ते तत्र कारणम् अस्ति, कार्यं नास्ति इति तु तत्र तस्य हानिः नास्ति, यदा कदापि तथा भवति. परन्तु कार्यस्य कार्यं भवेत् इति तत्र इच्छा अस्ति चेत्, तथा न भवति चेदेव तत्र अन्वयव्यभिचारः इति भवति वस्तुतः. इत्युक्ते अहं केवलं तत्र मङ्गलम् इति लिखामि चेत्, यत्किमपि तत्र मङ्गलश्लोकं लिखामि चेत्, तत्र पुस्तकं किमपि पुस्तकं रचनीयम् इति मम आशा नास्ति. केवलं मङ्गल इति किमपि तत्र भगवतः श्लोकम् इति यत्किमपि लिखितवती अहम् इति अस्ति चेत्, अत्र तु तत्तु वस्तुतः अन्वये व्यभिचारः इति वक्तुं न शक्नुमः खलु. तत्रापि कारणमस्ति, परन्तु अहं तत्र पुस्तकं रचनीयम् इति चिन्ता एव नास्ति इति कृत्वा, अत्र कारणमस्ति तर्हि कार्यं नास्ति, अन्वये व्यभिचारः इति वक्तुं न शक्नुमः. यदि केवलं मङ्गलश्लोकमेव लिखामि इति मम मनसि अस्ति चेत्, सत्यम् इत्युक्ते घटनिर्माणम् इति आशा एव मम मनसि नास्ति. केवलम् अत्र सामग्री सर्वाणि अहं तत्र तत्र केनचित् कारणेन अत्र सर्वं उपस्थितं करोमि इति चिन्तयतु. तर्हि अत्र घटं न भवति चेदपि तत्र अन्वये व्यभिचारः नास्ति खलु. परन्तु इदानीं घटनिर्माणम् इति कार्यमहम् आरब्धं कृतं, तदनन्तरं परन्तु यद्यपि सर्वाणि कारणानि अत्र सन्ति, तथापि कार्यं न अभूत् चेत् तथा एव अन्वये व्यभिचारः इति भवति वस्तुतः. तादृशं वा? मम अवगमनं किञ्चित् विपरीतम् आसीत्. यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः, यत्र यत्र वह्निः तत्र तत्र सर्वदा धूमः भवेत् इति किमपि नियमः नास्ति इति अन्वयव्यभिचारः इति मया अवगतम्. यदा पूर्वस्मिन् परिच्छेदे उक्तमस्ति खलु, यत्र यत्र वन्यत्वं नास्ति तत्र तत्र तत्तु व्यतिरेकम्. अस्तु, सत्यं तत्तु व्यतिरेकम् अस्ति खलु. आम् आम्, किन्तु अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः, तस्य व्यभिचारः कथम् इत्युक्ते, यत्र यत्र वह्निः यत्र यत्र वह्निः तत्र तत्र धूमः भवेत् इति. तत्र तत्र धूमः भवेत् इति चेदपि अन्वयव्याप्तिः एव खलु. वह्निः अस्ति चेत् धूमः भवेत् भवेत् इति नियमः नास्ति इति न, इत्युक्ते न भवति चेत् एव तत्र अन्वयव्यभिचारः इति भवति खलु वस्तुतः. आम्, उदाहरणार्थम् अस्माकं गेस् स्टौ अहम् उदाहरणत्वेन ददामि चेत्, तत्र वह्निः अस्ति किन्तु धूमः नास्ति. सत्यम् इत्युक्ते कारणस्य वस्तुतः कारणस्य विद्यमानत्वे अपि कार्यस्य विद्यमानत्वं न भवति चेत् तत्र तत् अन्वयव्यभिचारः. सत्यम्, अस्माकम् उदाहरणं गेस् स्टौ, तत्र कारणमस्ति वह्निः अस्ति किन्तु धूमः नास्ति इति अन्वयव्यभिचार उदाहरणं तत्. तत्र प्रायः इतोपि किञ्चित् चिन्तनीयं महोदय. अत्र मम अवगमनं किञ्चित् भिन्नम् आसीत्, यतोहि तत्र भवती वदति यत् इच्छा, यद्यपि सामग्री सर्वम् अस्ति चेदपि सन्ति चेदपि इच्छा नास्ति चेत् तादृशस्थले अन्वयव्यभिचारः इति हा वक्तुमेव न शक्नुमः खलु. यतोहि तत्र कार्यं कार्यनिर्माणमेव न जातं चेत् तत्र कार्यं नास्ति इति अपि कथं वक्तुं शक्नुमः? आम्, अतः एव निर्माणं भवेत् परन्तु कार्यनिर्माणं भवेत् इति यदा चिन्तनम् अस्ति तस्मिन् समये कार्यं न भवति चेत्, यथा तत्र उदाहरणमपि अस्ति खलु, इत्युक्ते कादम्बरी इति पुस्तकस्य रचना आरम्भं तु अभवत् परन्तु परिसमाप्तिः एव न अभवत्। आम्, यद्यपि मङ्गलम् इति कारणम् अस्ति चेदपि तस्य परिसमाप्तं न अभवत्। सत्यम्। आम्, तावदेव मम उदाहरणमपि, गेस्ट् उदाहरणमपि वह्नि अस्ति किन्तु धूमः नास्ति। वह्निः अस्ति किन्तु धूमः नास्ति, सत्यं, प्रायः तदपि वक्तुं शक्नुमः। आम्, परन्तु अत्र तु धूमस्य कृते केवलं तत्र यत्र यत्र वह्निः तत्र तत्र धूमः, वस्तुतः यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव वक्तुं शक्नुमः खलु। इत्युक्ते धूमस्य कृते केवलं वह्निमात्रं कारणम् इति नास्ति। वह्निः इति कारणम् अस्ति परन्तु वह्निमात्रं कारणम् इति नास्ति खलु इति कृत्वा तदर्थमेव मम यदि तादृशम् अस्ति चेत् अन्वयव्याप्तिरेव न सिद्ध्यति। यत्र यत्र धूमः तत्र तत्र वह्निः इति नास्ति चेत्, यत्र यत्र धूमः तत्र तत्र वह्निः वह्नेः आवश्यकता नास्ति इति चेत् अन्वयव्याप्तिरेव न सिद्ध्यति। न, तथा अहं न उक्तवती। यत्र यत्र वह्निः तत्र तत्र धूमः इत्येव नास्ति इति उक्तवती। यत्र यत्र धूमः तत्र तत्र वह्निः इति तु निश्चयं, यतोहि वह्निः तु धूमस्य कारणं, तर्हि कार्यम् अस्ति चेत् तस्य कारणं भवेत् एव, सत्यं, परन्तु कारणम् अस्ति चेत् कार्यं भवेत् एव इति वक्तुं न शक्नुमः खलु, यतोहि तत्र अन्यकारणमपि स्यात् यद् नास्ति। तदेव भवति तत्र गेस् स्टोव् मध्ये, इत्युक्ते तत्र किञ्चित् जलस्य आवश्यकता अपि भवति खलु धूमस्य कृते, तर्हि गेस् स्टोव् मध्ये तद् नास्ति इति कृत्वा यद्यपि वह्निः अस्ति धूमः नास्ति, तर्हि यत्र यत्र वह्निः तत्र तत्र धूमः इति न वक्तुं शक्नुमः। अस्तु भगिनि, इति एव मम अवगमनम्। आम्, किन्तु मम आदिमप्रश्नः आसीत् अन्वयव्यभिचारस्य का आवश्यकता अनुमानस्थले इति, किन्तु इदानीं तत् विषयान्तरमिति कृत्वा वयं न चर्चयिष्यामः। अग्रे पठेम, तर्हि तदनन्तरं तत्र तस्य आवश्यकता भवति चेत् पुनः तस्य चर्चा अपि कर्तुं शक्नुमः। अस्तु अस्तु भगिनि, उत्तमं, तर्हि भवानेव अग्रे पठतु महोदय। हा, तर्हि अत्र वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति स्थले द्वितीयविधव्याप्तिः अपेक्षितः। अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं न करोति इति बुद्धं, यतोहि हेतुः पक्षभिन्नस्तने न लभ्यते, अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यपि कार्यं न करोति इति दृष्टम्। यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति कार्यं करोति वा? हा, तर्हि अत्र वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति एव पूर्वं वयं पठितवन्तः, व्यतिरेक दृष्टान्तं स्वीकृत्य एतत् अनुमानवाक्यं निर्मितम्। द्वितीयविधव्याप्तिः अपेक्षितः, द्वितीयविधव्याप्तिः इत्युक्ते व्यतिरेकव्याप्तिः। तत् किं वदति? यत्र यत्र साध्याभावः तत्र तत्र हेतुरभावः इति, तादृशं तादृशमेव वक्तुं शक्यते अस्मिन् उदाहरणे। यत्र यत्र हेतुः तत्र तत्र साध्यम् इति प्रथमविधवाक्यम् अन्वयव्याप्तिः, तत्तु अत्र कार्यं न करोति। किमर्थम् इत्युक्ते वह्निः उष्णः, अत्र वह्निः इति वह्निः उष्णः वह्नित्वात्, ओ किञ्चित् भ्रमः जातः, अत्र हेतुः किं साध्यं किम्? पुनः एकवारं पठतु महोदय। अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं न करोति इति बुद्धम्। आम्, यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते, अत्र किं तस्मिन् वाक्ये वह्निः उष्णः वह्नित्वात् एनैवं तन्नैवं यथा जलं, तत्र किं पक्षभिन्नस्थले तत्र पक्षः कः प्रथमम्? वह्निः उष्णः इति हेतुः, तत्र पक्षः कः प्रथमं, तस्मात् आरम्भं कुर्मः. हा तत्र पर्वतः वह्निमान् औष्ण्यं वा न न न तत्र पर्वतः वह्निमान् धूमात् इत्यत्र पक्षः कः? पक्षः तु पर्वतं पर्वतः. तत्र पर्वते वह्निः अस्ति इति साधयितुम् इच्छामः खलु? हा हा हा आमाम् इदानीम् अवगतम्. इत्युक्ते पक्षः तु वह्निः अत्र वह्ने औष्ण्यम् अस्ति इति. उत्तमं, वह्ने औष्ण्यम् अस्ति इति साधयितुम् इच्छामः. हेतुः कः? वह्निरेव वस्तुतः वह्नित्वं खलु हेतुः. वह्नित्वम् आम् वह्नित्वं वह्नित्वम् इति हेतुः. तर्हि अत्र इदानीं वदतु तत्र यत्र यत्र हेतुः वह्नित्वम् इति केवलं वह्नेः एव भवति इति कृत्वा यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते यत्र यत्र वह्निः अस्ति तत्र तत्र वह्नित्वम् अस्ति. यत्र यत्र वह्नित्वम् अस्ति तत्र तत्र वह्नित्वं वह्निः अस्ति इति तयोः मध्ये किं वदामः अन्योन्य आश्रयः अस्ति इति कृत्वा अत्र अन्वयव्याप्तिः न स्वीकर्तुं शक्यते. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति किमर्थमिति यत्र यत्र साध्यं तत्र तत्र हेतुः अपि इति कृत्वा अस्मिन् सन्दर्भे अन्वयव्याप्तिः न स्वीकर्तुं शक्यते. न यत्र यत्र साध्यं तत्र तत्र हेतुः इति वस्तुतः नास्ति खलु अस्मिन् अस्मिन् सन्दर्भे. न अत्रापि तथा नास्ति, यतोहि वयं दृष्टवन्तः औष्ण्यं तु तत्र वह्ने वह्नित्वात् अपि भवति सूर्यकिरणैः अपि भवति. ओ हो हो हो हो हा यत्र साध्यं तत्र तत्र हेतुः इति वक्तुं न शक्नुमः, परन्तु हेतुः पक्षभिन्नस्थले न भवति इति कृत्वा यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अपि वक्तुं तादृशमपि वक्तुं न शक्नुमः. यतोहि तत्र अन्वयव्याप्तिप्रसङ्गे तथा उक्तवन्तः, यतोहि तत्र दृष्टान्तमासीत् पाकशालायां तत्र हेतुः अपि दृष्टवन्तः साध्यमपि दृष्टवन्तः, परन्तु तथा अत्र न भवति इति कृत्वा तादृश अनुमानम् अत्र कार्यं न करोति. मम आशा एवम् आसीत् यत्र यत्र हेतुः तत्र तत्र पक्षः, यत्र यत्र पक्षः तत्र तत्र हेतुः इति मम आशा आसीत्, किन्तु विपरीततया यत्र यत्र हेतुः तत्र तत्र साध्यम् इति उक्तवान्. सत्यं सत्यम् इति कृत्वा पक्षभिन्नस्थले हेतुः न लभ्यते एव. इत्युक्ते वह्नित्वम् इति वह्नेः पृथक् न लभ्यते इति कृत्वा अत्र अन्वयव्याप्तिः न वक्तुं शक्यते. अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यपि कार्यं न करोति इति दृष्टम्. यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति प्रायः अस्मिन् सन्दर्भे एव अन्वयव्यभिचारः कार्यं करोति. यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न वक्तुं शक्यते. साध्यं भवितुम् अर्हति हेतु विना इति कृत्वा तादृशमपि न वक्तुं शक्यते इति कृत्वा यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति कार्यं करोति वा इति प्रायः तस्य परिशीलनं भवति. यत्र तत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति वा इति प्रायः अग्रिमपरिच्छेदे अस्य वाक्यस्य परिशीलनं भवति इति मन्ये. उत्तमं, तर्हि अग्रे महोदय. अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति? ओ इत्युक्ते तत्र अस्य परिशीलनं नास्ति, प्रायः वयमेव तस्य उत्तरं दातव्यम् इति भाति. यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति कार्यं करोति वा इत्युक्ते न, तत्तु कार्यं न करोति. किमर्थम् इत्युक्ते यत्र यत्र हेतुः नास्ति तत्र तत्र तत्र तत्र साध्यं नास्ति इति किमपि नियमः नास्ति. हा तदेव पूर्वस्मिन् वाक्ये अपि आसीत् खलु, यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति कार्यं न करोति. आम् आम्, यतोहि यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति वक्तुं न शक्नुमः इति. आम् आम् अस्तु, अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः. प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोपि बोध्यं, तदा तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधसौलभ्यं भवेत्. अस्य कृते पर्वतः वन्यमान् धूमात् इत्यस्य उदाहरणं स्वीकुर्मः. तावत्पर्यन्तम् अहं प्रथमं वदामि भगिनि. व्यतिरेकदृष्टान्तः कथं कार्यं करोति? इदानीं वह्निः उष्णः, वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इत्येव अनुमानवाक्यं वयं दृष्टवन्तः. अत्र यत् अत्र व्यतिरेकदृष्टान्तः दत्तमस्ति, यन्नैवं तन्नैवं यथा जलम् इति. प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोपि बोध्यं, किन्तु तत् पूर्वं व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति अवगमनात् पूर्वं व्यतिरेकव्याप्तिप्रसङ्गे इतोपि किञ्चित् अस्माकम् अवगमनं भवेत्. तद् आधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोध्यसौलभ्यं भवति इति कृत्वा प्रथमम् अन्वयव्याप्तिप्रसङ्गे किञ्चित् चर्चा भविष्यति. तस्य बोधनार्थं पर्वतः वन्यमान् धूमात् इत्यस्य उदाहरणं स्वीकृतम्. अग्रे पठामि. पर्वतः वह्निमान् धूमात् अत्र न केवलम् अन्वयदृष्टान्तः अपि तु व्यतिरेकदृष्टान्तः अपि वर्तते. अन्वयव्याप्तिरपि अस्ति, व्यतिरेकव्याप्तिरपि अस्ति अत्र. यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः. यत्र यत्र वह्निः नास्ति साध्यं नास्ति तत्र तत्र हेतुरपि नास्ति, नाम धूमः अपि नास्ति. यथा हृदे हृदे ह्रदे ह्रदे यो यः हेतुमान् सः सर्वोऽपि साध्यवान्, यः साध्य अभाववान् सः हेत्वभाववान्. व्यतिरेकस्थले साध्याभावः तदा हेत्वभावः, अन्वयस्थले हेतुः तदा साध्यम्. इदानीं पर्वतः वह्निमान् धूमात् इति उदाहरणे तत्र धूमात् इति दृष्टान्तः दत्तमस्ति. तत्तु अन्वयदृष्टान्तः इति भाति, किन्तु तस्मिन् व्यतिरेकदृष्टान्तः अपि अन्तर्भूतमस्ति इति व्याप्तिद्वयमपि तस्मिन् वाक्ये अस्ति इति अत्र उक्तमस्ति. कथम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः. यत्र यत्र वह्निः नास्ति अत्र वह्निः तु साध्यम् इति कृत्वा साध्यं नास्ति, तत्र तत्र हेतुरपि हेतुः अपि नास्ति, नाम धूमः अपि नास्ति इति. अस्ति चेदेव पर्वतः वह्निमान् धूमात् इति वयं वक्तुं शक्नुमः. नो चेत् तादृशं वयं अन्वयम् अनुमानं न कर्तुं शक्नुमः. अन्वयव्याप्तिः अपि भवेत्, व्यतिरेकव्याप्तिः अपि भवेत् इति चेत् एव पर्वतः वह्निमान् इति वयं वक्तुं शक्नुमः इति कृत्वा अस्मिन् वाक्ये पर्वतः वह्निमान् धूमात् इति वाक्ये द्वयमपि अस्ति, अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः अन्वयव्याप्तिः व्यतिरेकव्याप्तिः द्वयमपि अस्ति इति. अत्र तत्र तत्र हेतुः अपि नास्ति, नाम धूमः अपि नास्ति, यथा ह्रदे. ह्रदे इत्युक्ते लेक् अस्ति किल भगिनि? सत्यं, जले. हा, जलं तत्र यथा जल ह्रदे इत्युक्ते ह्रदे वह्निः नास्ति, अतः ह्रदे धूमः अपि नास्ति इति तत् उदाहरणेन, तेन उदाहरणेन अस्माभिः अवगन्तव्यम् इति. अस्मिन् सन्दर्भे ह्रदे इत्युक्ते तत्तु व्यतिरेकदृष्टान्तः किल. यो यः हेतुमान् सः सर्वोपि साध्यवान्. हेतुमान् इत्युक्ते यत् हेतुः, हेतुत्वम् अस्ति इति किल भगिनि? यस्मिन् हेतुत्वम् अस्ति, यस्मिन् हेतुत्वम् अस्ति सः हेतुमान्. यस्मिन् हेतुः अस्ति खलु वस्तुतः, हेतुत्वं तु हेतौ अस्ति, तर्हि यस्मिन् हेतुः अस्ति. यस्मिन् हेतुः, आम्, यस्मिन् ओ हेतुत्वम् अपि हेतुमान् नास्ति वा? त्वम् इति उपरि गच्छति, वान् इति मतु प्रत्ययः अधः गच्छति खलु. तत्र यस्मिन् हेतुः अस्ति सः हेतुमान्, हेतुत्वम् इति हेतौ, हेतोः भावः हेतौ वर्तते इत्युक्ते तत्र वन्नित्वम् इति वन्नौ अस्ति खलु. परन्तु पर्वतः पर्वते वह्नि अस्ति चेत् पर्वते वह्नित्वम् अस्ति इति न वदामः, पर्वते वह्निः अस्ति एव वदामः, पर्वतः वह्निमान्. ओ, वह्नित्वं तु केवलं वह्नेः एव भवेत्. सत्यम्. अस्तु, यो यः हेतुमान् इत्युक्ते यस्मिन् हेतुः अस्ति सः हेतुमान्. सः सर्वोपि साध्यवान् इत्युक्ते सर्वोपि इत्युक्ते सर्वत्र, सर्वत्र इति नास्ति, सर्वोपि सर्वः अपि साध्यवान्. यः हेतुमान् सः सर्वदा साध्यवान् अपि भवेत्. सत्यं. हा, इदम् इत्युक्ते इत्युक्ते अत्र पक्षमेव हेतुमान् अपि साध्यवान् अपि अस्मिन् वाक्ये. सत्यम् इत्युक्ते अस्मिन् वाक्ये, हा, पक्षे हेतुः अस्ति चेत् पक्षे साध्यमपि भवेत्. साध्यमपि भवेत्, सत्यम् इत्युक्ते पक्षः धूमवान् चेत्, पर्वतः धूमवान् चेत् पक्षः वह्निमान् अपि. आम्, मम आशयस्तु अत्र हेतुमान् कः साध्यवान् कः इत्युक्ते पक्षः एव. सत्यम्. हा, यदा पक्षे, यदा पक्षः हेतुमान् भवति तदा सर्वदा तत् पक्षः एव साध्यवान् अपि भवेत् इति अन्वयव्याप्तिः. यः साध्य अभाववान् सः हेत्वभाववान् इत्युक्ते पक्षः पक्षे साध्यं नास्ति चेत् तत्र हेतुः अपि न भवेत् इति व्यतिरेकव्याप्तिः. व्यतिरेकस्थले साध्य अभावः तदा हेत्वभावः, अन्वयस्थले हेतुः तदा साध्यम्. वयं दृष्टवन्तः पूर्वं, यु नो, अन्वयः तु यत् सत्त्वे यत् सत्त्वम् इति, हेतुसत्त्वे साध्य साध्यस्य सत्त्वम् इति अन्वयः. व्यतिरेकस्थले तु यदभावे तदभावं, यदभावे यदभावम् इति, साध्याभावे हेत्वभावः इति व्यतिरेकस्थले. तावदेव भगिनि. कष्टं स्यात्. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? अधुना अन्ययव्याप्तिप्रसङ्गे किञ्चित् परिचयत्वेन कथ्यते. अनुमानं परिचयत्वेन कथ्यते. अनुमानं द्विविधं, स्वार्थानुमानं परार्थानुमानं च. स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति, पर्वते च पश्यति यत् धूमः अस्ति. अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते. अत्र अन्वय व्याप्तिप्रसङ्गे इदानीं वयम् अधिकं पश्यामः. अत्र द्विविधम् अस्ति अनुमानं, स्वार्थ अनुमानं एकं, द्वितीयमस्ति परार्थ अनुमानमिति. अत्र प्रथमं स्वार्थानुमानस्थले किं भवति इति, अत्र उदाहरणमस्ति रामः स्वयं पर्वतं पश्यति इति. पर्वते सः धूमः अपि धूममपि पश्यति. अतः तस्य मनसि चत्वारि ज्ञानानि उत्पद्यन्ते इति. एवमस्ति अत्र पक्षधर्मताज्ञानं, हेतुः पक्षे अस्ति. व्याप्तिज्ञानम् इत्युक्ते अत्र यत्र हेतुः तत्र तत्र साध्यमिति. परामर्शः, साध्यव्याप्य हेतुमान् पक्षः. अनुमितिः, साध्यवान् पक्षः. अतः इदानीं पक्षधर्मताज्ञानम् इत्युक्ते अत्र हेतुः पक्षे अस्ति इति. पर्वतः इति पक्षः, हेतुः इति पर्वते अस्ति. व्याप्तिज्ञानम् इत्युक्ते यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमस्ति इति. इत्युक्ते अत्र यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति, व्याप्तिज्ञानमस्ति. परामर्शः इत्युक्ते साध्यव्याप्यहेतुमान् पक्षः इत्युक्ते पक्षस्य विशेषणं किल, अत्र साध्यव्याप्यहेतुमान् पक्षः इति परामर्शः. अनुमितिः, साध्यवान् पक्षः इति पुनः पक्षस्य विशेषणमस्ति. अग्रे तत्सर्वं किञ्चित् विस्तारेण दत्तमस्ति. पुनः अत्र पर्वते धूमः अस्ति इति, यत्र यत्र धूमः तत्र तत्र वह्निः, वह्नि व्याप्य धूमवान् पर्वतः, पर्वतः वह्निमानिति. प्रथमतया पक्षधर्मदा ज्ञानं, धर्मदाशब्देन हेतोः पक्षवृत्तित्वम् इत्यर्थः. धूमस्य वृत्तित्वं पर्वते इति ज्ञानं. रामः पर्वते धूमं पश्यति, अनेन च जानाति यत् अयं पर्वतः धूमवान्. पक्षधर्मदा ज्ञानं, तदा स्मरणात्मकज्ञानम् आत्मनि उत्पद्यते. यत्र यत्र धूमः भवति तत्र तत्र वह्निः भवति इति ज्ञानम्. इदं व्याप्तिज्ञानम् इत्युच्यते. पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारम् उद्बोधयति. तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते. धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्बुद्धः. तस्मात् व्याप्तिविषयकं स्मरणं जायते. तर्हि प्रथमं पक्षधर्मदा ज्ञानं, तदा द्वितीयं ज्ञानं व्याप्तिज्ञानं. अहं पुनः कण्ठसः पठामि. प्रथमतया पक्षधर्मदा ज्ञानं, अतः अत्र चत्वारि ज्ञानानि सन्ति. प्रथमम् अस्ति पक्षधर्मदा ज्ञानमिति. अत्र धर्मदा शब्देन हेतोः पक्षवृत्तित्वम् इत्यर्थः. अत्र धर्मदा इत्युक्ते हेतोः पक्षवृत्तित्वम् इति इत्युक्ते हेतुः कुत्र भवति इति अर्थः. धूमस्य वृत्तित्वं पर्वते इति ज्ञानम्। अत्र अस्मिन् उदाहरणे धूमः पर्वते अस्ति इति, रामः पर्वते धूमं पश्यति, अनेन च जानाति यत् अयं पर्वतः धूमवान् इति। अतः अत्र रामः एवं ज्ञानं प्राप्नोति, अयं पर्वतः धूमवान् इति, पक्षधर्मदा ज्ञानम्। अतः अत्र पक्षधर्मदा ज्ञानमिति वदति। यदा स्मरणात्मकं ज्ञानम् आत्मनि उत्पद्यते, यत्र यत्र धूमः भवति तत्र तत्र वह्नि भवति इति ज्ञानम्। अतः अत्र एतादृशज्ञानं स्मरणात्मकं भवति इति एव, इदं व्याप्तिज्ञानम् इति उच्यते। अतः तद् द्वितीयमस्ति इत्युक्ते प्रथम पक्षधर्मदाज्ञानस्य आधारेण व्याप्तिज्ञानं भवति इति वा? तत्र सत्यम् इत्युक्ते प्रथमं पक्षधर्मता ज्ञानम् इत्युक्ते किं, तत्र प्रथमं पक्षे हेतुः अस्ति इति प्रत्यक्षेण पश्यामः खलु। तर्हि रामः इदानीं पर्वते धूमः दृष्टः इति कृत्वा सः इदानीं जानाति तर्हि इदानीं पर्वते धूमः अस्ति इति कृत्वा प्रथमं पक्षधर्मता ज्ञानं भवति। तर्हि पक्षधर्मता ज्ञानमिति प्रत्यक्षज्ञानं भवति। यदा तदा तादृशपक्षधर्मता ज्ञानं भवति, इदानीं तत्र यदा तत्र धूमदर्शनं भवति तदा तत्र स्मरणम् आगच्छति खलु। स्मरणस्य कृते वयं पूर्वं तत्र क्रमः दृष्टवन्तः, स्मरति वा? तत्र प्रथमम् उद्बोधकं भवति, उद्बोधकेन संस्कारः, संस्कारेण स्मरणम् इति वयं दृष्टवन्तः। तर्हि यदा सः तत्र पर्वते धूमः पश्यति तर्हि तदा तत्र उद्बोधकं भवति, उद्बोधकं जायते इति कृत्वा तत्र तस्य इदानीं तत्र संस्कारः भवति, संस्कारेण स्मरणम् इत्युक्ते पूर्वं सः कुत्रापि दृष्टवान् खलु तत्र धूमः आसीत् इति, तस्य तत्र धूमः आसीत् इति पूर्वज्ञानम् अस्ति तस्य तस्मिन्। तर्हि तत्र इदानीं स्मरणं भवति, तत्र प्रथमं यदा पक्षधर्मता ज्ञानं भवति तेन तत्र स्मरणात्मकं ज्ञानम् इत्युक्ते तत्र स्मरणेन तत्र ज्ञानं भवति, तत्र यत्र यत्र हेतुः तत्र तत्र साध्यमिति स्मरणं भवति। यतोहि सः पूर्वं पाकशालायां तथा दृष्टवान्, तत्र तत्र हेतुः अपि आसीत्, साध्यमपि आसीत् इति कृत्वा सः इदानीं तस्य स्मरणं भवति, तत्र धूमः अस्ति तर्हि वह्निः अपि स्यात् अपि इति। इदानीं तृतीयं पठामि वा? अत्र तत्र सम्पूर्णं पठितवान् वा भवान्? एकवारं पठित्वा वदतु महोदय। तत्र इदं व्याप्तिज्ञानं यावत् तावदेव पठितवान् खलु? आम्। अत्र अत्र यत्र यत्र धूमः भवति तत्र तत्र वह्निः भवति इति ज्ञानं तस्य मनसि, स्मरणात्मकज्ञानं तस्य मनसि आगच्छति। इदं व्याप्तिज्ञानम् इति उच्यते। पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारम् उद्बोधयति। अतः अत्र अनुभवज्ञानेन तत्र संस्कारं भवति, अतः पुनः धूमदर्शनं भवति, अत्र संस्कारम् उद्बोधयति। अत्र तेन उद्बद्धसंस्कारेण व्याप्तेः स्मरणं जायते। अतः तादृश अनुभवम् अस्ति इति कारणेन, पुनः स्मरणं संस्कारः अस्ति इति कारणेन, पुनः धूमस्य दर्शनेन तस्य मनसि स्मरणं जायते। अनुभवम् इति नास्ति वस्तुतः, सः पूर्वं दृष्टवान् इति तादृशज्ञानम् आसीत् पूर्वम् इति व्याप्तिविषयकं ज्ञानं खलु। तत्र व्याप्ति व्याप्ति इति विषयः तस्य ज्ञानम् अस्ति इति कृत्वा व्याप्तिविषयकं ज्ञानं स्मरणेन जायते. धूमदर्शनम् उद्बोधकं, तेन संस्कारः उद्बद्धः, तस्मात् व्याप्तिविषयं स्मरणं जायते. अतः पुनः व्याप्तिविषयकं स्मरणं, व्याप्तिविषयं स्मरणं, पुनः अतः धूमदर्शनं. महोदय क्षम्यतां, विषयकं स्मरणं न तु विषयं स्मरणम्. ओ क्षम्यता. इदानीं यदा सः पुनः धूमं पश्यति तद् उद्बोधकं भवति, अतः तेन संस्कारः उद्बद्धः भवति, ततः तत्र संस्कारवशात् तत्र व्याप्तिविषयकं स्मरणं भवति. अतः अत्र तर्हि प्रथमं पक्षधर्मदा ज्ञानं, तदा द्वितीयज्ञानं व्याप्तिज्ञानम्. अतः तत्र प्रथममस्ति पक्षधर्मदा ज्ञानम् इति, इत्युक्ते हेतुः पक्षे अस्ति इति प्रथमज्ञानं भवति. अनन्तरं द्वितीयज्ञानं व्याप्तिज्ञानं मनसि भवति. अतः तादृशस्मरणात्मकज्ञानमेव पुनः भवति. अग्रे पठतु महोदय. तृतीयज्ञानं परामर्शः. वह्निव्याप्य धूमवान् अयं पर्वतः. अस्मिन् ज्ञाने व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति. इत्युक्तौ व्याप्तिविशिष्टतायाः पक्षधर्मतायाः ज्ञानं नाम प्रथमतया पक्षधर्मताज्ञानं जातं, तदा व्याप्तिज्ञानम् उत्पन्नं, तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मताज्ञानम्. अस्मिन् ज्ञाने द्वौ विषयौ, व्याप्तिः अपि विषयः, पक्षधर्मता अपि विषयः, व्याप्तिः अपि विषयः, पक्षधर्मता अपि विषयः. वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम् इति परामर्शः इत्युच्यते. वह्निव्याप्यः यः धूमः, तादृशः धूमः अस्मिन् पर्वते वर्तते इति ज्ञानम्. अनन्तरं पर्वतः वह्निमान् इति ज्ञानं जायते. इदं ज्ञानं परामर्शजन्य अनुमितिः इत्युच्यते इति उच्यते. अतः तृतीयं ज्ञानमस्ति परामर्शः इति. अत्र वह्निव्याप्य धूमवान् अयं पर्वतः इति वाक्यमस्ति. अत्र अस्मिन् ज्ञाने व्याप्तिः अस्ति, पक्षधर्मता अपि अस्ति. इत्युक्ते व्याप्तिविशिष्टतायाः पक्षधर्मतायाः ज्ञानम् अत्र द्वयमपि अस्ति इति. व्याप्तिविशिष्टतायाः पक्षधर्मतायाः ज्ञानम् इत्युक्ते किम्? इत्युक्ते तत्र ज्ञानद्वयमस्ति, एकमस्ति व्याप्तिविशिष्टतायाः इत्युक्ते कया व्याप्त्या पक्षः विशिष्यते इति एव. हा, इत्युक्ते तत्र प्रथमं तत्र व्याप्तिविशिष्टतायाः पक्षधर्मतायाः ज्ञानम् इत्युक्ते तत्र वस्तुतः ज्ञानद्वयं सञ्जातं खलु. तर्हि प्रथमं पक्षधर्मता ज्ञानम् अभवत् इत्युक्ते तत्र पर्वते धूमः अस्ति इति प्रथमं पक्षधर्मता ज्ञानम् अभवत्. तदनन्तरं यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अभवत्. सत्यं. तर्हि तत्र इति कृत्वा इदानीं व्याप्तिविशिष्टपक्षधर्मता ज्ञानम् अस्ति अत्र. इत्युक्ते पर्वते वह्निः अस्ति अथवा धूमं पश्यति अथवा पक्षधर्मताज्ञानं प्रथमं भवति. अनन्तरं पूर्वं दृष्टवान् इति कारणेन व्याप्तिविशिष्टज्ञानमपि भवति इति. इत्युक्ते तत्र इदानीं साध्यम् इति तत्र वह्निः अस्ति. तर्हि वह्निना व्यापितः पर्वतः व्यापितः हेतुमान् पर्वतः इति इति ज्ञानं भवति खलु. नाम प्रथमतया पक्षधर्मदा ज्ञानं जातं, तदा व्याप्तिज्ञानम् उत्पन्नं, तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मदा ज्ञानं. तदेव इदानीम् अस्ति. प्रथमं पक्षधर्मदा ज्ञानं जातम्, इत्र कुत्र इति हेतुः पक्षे अस्ति इति ज्ञानं प्रथमं जातं, तदनन्तरं व्याप्तिज्ञानम् उत्पन्नम्. द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मदा ज्ञानम् अस्ति. अस्मिन् धर्म अस्मिन् ज्ञाने द्वौ विषयो व्याप्तिः अपि विषयः, पक्षधर्मदा अपि विषयः. अत्र व्याप्तिविशिष्टपक्षधर्मदा ज्ञाने व्याप्तिः एकः विषयः, पक्षधर्मदा इति अपि अन्यविषयः. इति वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम् इति परामर्शः इति उच्यते. अतः अत्र वह्निना व्याप्तः धूमः पर्वते इति एकं ज्ञानं, तद् परामर्शः इति उच्यते. इत्युक्ते अवगच्छति वा महोदय? इत्युक्ते तृतीयज्ञानं यत् अभवत् तदेव अस्ति परामर्शः इति. इत्युक्ते अनुमितिज्ञानं यदा भवति तत्र वस्तुतः सोपानचतुष्टयमस्ति खलु. इत्युक्ते ज्ञानचतुष्टयं भवति तत्र चत्वारि ज्ञानानि वस्तुतः भवन्ति. तत्र अन्तिमसोपाने एव तत्र अनुमितिज्ञानं भवति. तर्हि प्रथमं प्रत्यक्षज्ञानं भवति, यस्य नाम अस्ति पक्षधर्मताज्ञानमिति. इत्युक्ते पक्षे यः धर्मः अस्ति तद्वयं साक्षात् पश्यामः इति प्रथमसोपानं. तेन स्मरणं जायते इति द्वितीयं सोपानम्. तृतीयं सोपानमस्ति, तत्र तयोः मेलनं भवति वस्तुतः. इत्युक्ते तत्र यदा इदानीं पक्षे एक किमपि पश्यामः तद्दृष्ट्वा अस्माकं मनसि पूर्वस्मरणम् आगच्छति, तयोः मेलनं भूत्वा एकं ज्ञानं भवति खलु. इत्युक्ते अत्र धूमः अस्ति, पूर्वं यत्र धूमः आसीत् तत्र हनिः अपि आसीत्. तर्हि अत्र इदानीं यत्र धूमः अस्ति तत्र वह्निव्याप्य धूमः अस्ति अत्र इति एकं ज्ञानं भवति इति तृतीयं सोपानं वस्तुतः. तदेव परामर्शः इति कथ्यते. हरि ओम्. इत्युक्ते अत्र तृतीयज्ञानं इत्युक्ते केवलं तृतीयज्ञानं न भवति किल, सर्वदा पक्षधर्मदाज्ञानं भवति प्रथमम्, अनन्तरं व्याप्तिज्ञानं भवति, तृतीयं परामर्शज्ञानं भवति इति किल? सत्यम्. इत्युक्ते तत्र सोपानेन भवति वस्तुतः. अग्रे समापयतु तत् परिचयः. वह्निव्याप्यः यः धूमः तादृशः धूमः अस्मिन् पर्वते वर्तते इति ज्ञानम्, अनन्तरं पर्वतः वह्निमान् इति ज्ञानं जायते. इदं ज्ञानं परामर्शजन्य अनुमितिः इति उच्यते. अत्र अत्र वह्निव्यापः यः धूमः तादृशधूमः अस्मिन् पर्वते वर्तते इति ज्ञानमपि भवति. तदनन्तरं पर्वतः वन्यमान् इति ज्ञानं जायते, तदेव परामर्शजन्य अनुमितिः इति उच्यते. इत्युक्ते अनुमितिः इति अन्तिमसोपानम्. हा, अवगच्छति वा तत्र सम्यक्तया? अहम् अवगच्छामि. केवलं एतदेव मनसि आसीत्, केवलं इत्युक्ते केवलं अनुमितिः परामर्शजन्य अनुमितिः ज्ञानम् इति वक्तुं न शक्नुमः किल. मनसि सर्वदा चत्वारि ज्ञानानि एकैकस्य अनन्तरं भवति इति. हा सत्यम् इत्युक्ते तत्र क्रमेण सोपानेन तथा भवति यदा तत्र स्वार्थ अनुमानज्ञानम् इति भवति अत्र तु स्वार्थ अनुमानस्य प्रसङ्गे स्मः खलु तर्हि स्वार्थ अनुमाने अत्र क्रमः अयम् इति एव विषयः तर्हि शुकोन महोदय भवान् एकवारं तत् किञ्चित् सारांशत्वेन वदति वा हा इदानीं वयं स्वार्थ अनुमानस्थले स्मः तत्र चत्वारि ज्ञानानि अपेक्षितानि स्वार्थ अनुमानार्थम् एकं तु पक्षधर्मताज्ञानं तत्तु प्रत्यक्षेन भवति यदा पर्वते धूमः अस्ति इति रामः पश्यति चेत् पर्वते धूमः अस्ति इति तस्मिन् ज्ञानम् उत्पद्यते द्वितीयं तु यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं भवति किमर्थमित्युक्ते पूर्वं रामेण दृष्टमासीत् पाकशालायां वा अन्य किमपि वा कुत्रापि वा सः साक्षात् दृष्टवान् धूमः अस्ति यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अपि अस्ति यत्र यत्र हेतुरस्ति तत्र तत्र साध्यमपि अस्ति इति पुनः पुनः तेन दृष्टः अतः तस्मिन् संस्कारः अस्ति व्याप्तिज्ञानसंस्कारः अस्ति व्याप्तिः अस्ति किन्तु इदानीं पक्षे पक्षधर्मताज्ञानेन तस्य संस्कारस्य स्मरणं भवति तेन स्मरणात्मकं ज्ञानं रामे उत्पद्यते किमित्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीं सः किं करोति एतत् ज्ञानद्वयं धर्मपक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानं स्मरणात्मकं व्याप्तिज्ञानं सः मिलित्वा इदानीं तस्य मनसि नूतनज्ञानं परामर्शज्ञानं जायते तत् किम् इत्युक्ते वह्निव्याप्यधूमः इत्युक्ते साध्यव्याप्यहेतुः पक्षे अस्ति इति परामर्शः रामे जायते तत्तु तृतीयं तेन सः अनुमानं करोति पर्वतः वह्निमान् इति चतुर्थज्ञानं तदेव अस्माकं लक्ष्यम् आसीत् अनुमानस्य लक्ष्यम् आसीत् पर्वतः वह्निमान् इति तस्मिन् ज्ञानं जायते इति सोपानचतुष्टयेन रामे ज्ञानम् अनुमानज्ञानं प्राप्यते प्रथमं तु पक्षधर्मताज्ञानं द्वितीयं तु संस्कारस्य स्मरणं व्याप्तिज्ञानं तृतीयं तु पक्षधर्मता अपि च व्याप्तिज्ञानस्य मेलनं तेन साध्यव्याप्यहेतुः इति पक्षे अस्ति इति ज्ञानं तस्मिन् उत्पद्यते तदनन्तरं साध्यवान् पक्षः इति अनुमानज्ञानं रामे जायते उत्तमं महोदय अति उत्तमं तर्हि भवान् क्षम्यतां प्रश्नः अत्र इदानीं सर्वदा चत्वारि ज्ञानानि मनसि भविष्यति इति भविष्यन्ति इति वा अत्र अथवा केवलं पक्षधर्मताज्ञानं च व्याप्तिज्ञानं भवति चेत् तदपि समीचीनं किल तस्मिन् समये अपि अत्र स्वार्थानुमानस्थाले किं भवितव्यं तद् भवति वा इत्युक्ते अत्र पर्वते धूमः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति मनसि तादृशं ज्ञानं भवति तत् तदपि स्वार्थानुम अनुमानम् इति वक्तुं शक्नुमः वा? न, तत्र स्वार्थानुमानम् इति वस्तुतः अन्ततो गत्वा अनुमानं किम् इत्युक्ते पर्वते इदानीं धूमः पश्यामः, तदनन्तरं यत्र यत्र धूमः तत्र तत्र वह्निः इति अस्माकं मनसि तत्र स्मरणं भवति, परन्तु तत्र तयोः मेलनम् अपि आवश्यकं खलु, तदा एव तत्र अनुमानम् इति वक्तुं शक्नुमः, इत्युक्ते इदानीं द्वयमपि पृथक् पृथक् अस्ति खलु. इत्युक्ते पर्वते पर्वते धूमः अस्ति, यत्र धूमः तत्र वह्निः इति वयं जानीमः, अतः पर्वते वह्निः इति तदपि तद् हा अन्ततो गत्वा तदेव भवति खलु, इत्युक्ते तत्र अस्माकं मनसि यदा यदा तादृश अनुमानज्ञानं भवति, वस्तुतः तत्र तत्र चत्वारि सोपानानि तु भवन्ति एव इति नैयायिकाः मतं, वस्तुतः नैयायिकाः तथा वदन्ति इत्युक्ते तत्र वस्तुतः तत् सर्वम् अस्माकं मनसि झटिति भवति इति कृत्वा वयं तत्र अस्तु इदानीम् अहम् अत्र पश्यामि प्रथमं सोपानम्, इदानीं स्मरामि द्वितीयं सोपानम् इति वयं वस्तुतः न चिन्तयामः खलु. तर्हि यदा वयं तत्र यत्र कुत्रापि पर्वतं पश्यामः तस्मिन् धूमः अस्ति चेत् हा भवतु तत्र वह्निः स्यात् इति अस्माकं मनसि झटिति आगच्छति, परन्तु तत्र क्रमेण तत्र पश्यामः चेत् शास्त्ररीत्या चिन्तनं कुर्मः चेत् तत्र वस्तुतः तत्र सोपानचतुष्टयं भवति, इत्युक्ते प्रथमं तत्र धूमस्य दर्शनं, धूमदर्शनानन्तरम् अस्माकं मनसि स्मरणं, स्मरणस्य अनन्तरं तत्र तृतीयसोपानमपि आवश्यकं, येन वयं तत्र स्मरणम् अपि च दर्शनं द्वयोः मेलनं कुर्मः. अस्तु इदानीं तत्र हेतुः अस्ति इति कृत्वा तत्र वह्निना कृतं धूमः अस्मिन् पक्षे अथवा पर्वते अस्ति इति अपि वयम् अस्माकं मनसि तृतीयसोपानं भवति, तदनन्तरम् अस्तु तर्हि पर्वते इदानीं वह्निः अस्ति इति अन्ततो गत्वा अनुमितिज्ञानं भवति. धन्यवादः. अपि च भगिनी अहं चिन्तयामि पक्षधर्मताज्ञानं भवति, अनन्तरं व्याप्तिज्ञानम् अपि स्मरणात्मकरूपेण भवति, किन्तु सः तयोः मेलनं न करोति चेत् अनुमितिः न भवति इति कृत्वा तृतीयसोपानस्य आवश्यकता अस्ति एव. सत्यं सत्यं, तदेव मम कथनस्य आशा अपि, इत्युक्ते तत्र क्षणमितां तथा स्पष्टतया न अहम् उक्तवती चेत्, परन्तु तदेव इत्युक्ते तत्र तयोः मेलनं न कुर्मः चेत् अनुमितिज्ञानम् इति न भवति एव. सत्यम्. आम्, साध्यव्याप्यहेतुमान् इति मनसि नूतनज्ञानं भवेत्, नो चेत् अनुमितिः न भवितुम् अर्हति. सत्यं. न भवति. सत्यं, साध्यव्याप्यहेतुमान् इति न कुर्मः चेत् इदानीं पक्षे साध्यमस्ति इति वक्तुं न शक्नुमः. आम् आं भगिनि, उत्तमं. तर्हि महोदय अग्रे भवान् पठतु. मां वा शुकवनम्? हा सत्यम्. अस्तु, अत्र स्मरणार्थं वह्निव्याप्यधूमवान् इति यदा उच्यते व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति, तत्र वि उपसर्गपूर्वकः आप् धातुः लटि व्याप्नोति आवरणं करोति इत्यर्थः, व्याप्यः व्याप्या व्याप्यम् इति कर्मण्यर्थकं विशेषणं ञ्यत् प्रत्ययान्तम्. प्रेयं खाद्यं कार्यं वाक्यं व्याप्यम् इत्यमानि इत्यमानि पदानि ण्यत् प्रत्ययान्तानि. व्याप्यः इत्यस्य विपरीतार्थकं पदं नुल् प्रत्ययान्तं व्यापकं. यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः इति इदानीं किञ्चित् व्याकरणविषये दत्तमस्ति. अत्र स्मरणार्थं वह्निव्याप्यधूमवान् इति तृतीयसोपाने अस्ति परामर्शज्ञानं. तस्य अर्थं व्याकरणरूपेण कदा अवगन्तव्यम् इति दत्तमस्ति. वह्निव्याप्यधूमवान् इति यदा उच्यते व्यस्तप्रयोगे इत्युक्ते तत् पृथक् कृत्वा वदामश्चेत् विग्रहवाक्यम् एवं भवति वह्निना व्याप्यः धूमवान्. वह्निव्याप्यधूमवान् इत्युक्ते वह्निना इति तृतीया, वह्निना व्याप्यः धूमवान् इति भवति. तत्र व्याप्य इति पदस्य विवरणम् इदानीं. वि उपसर्गपूर्वकः, आप् धातुः लटि, आप् धातुः, आप् इति धातुः, वि इति उपसर्गं योजयित्वा लटि लट् प्रयोगे व्याप्नोति, लट् विवक्षायां व्याप्नोति इति रूपं भवति. तस्य अर्थः आवरणं करोति इति. व्याप्यः व्याप्या व्यापनं करोति इत्युक्ते जानाति खलु, हा कवर् इति, किन्तु तस्य आच्छादनं करोति, आच्छादनम् आम्, पर्यायपदं किम् इति न जाने अतः आवरणम् आच्छादनं करोति इति. वह्निना व्याप्य धूमवान् इत्युक्ते अत्र वह्नि एव आच्छादनं करोति वा, नो चेत् धूमः आच्छादनं करोति वा? अग्रे पठतु महोदय. अस्ति खलु यः कः व्यापकः कः व्याप्यः इति अस्ति, तर्हि अस्तु व्याप्यः व्याप्या व्याप्यम् इति तत्तु पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे इति कर्मण्यर्थकं विशेषणं ण्यत् प्रत्ययान्तं. ण्यत् प्रत्यययोजनेन आप् अपि च वि इति उपसर्ग ण्यत् प्रत्यययोजनेन व्याप्यः पुल्लिङ्गे, व्याप्या इति स्त्रीलिङ्गे, व्याप्यम् इति नपुंसकलिङ्गे रूपं प्राप्यति. तत्तु कर्मण्यर्थकम् इत्युक्ते कर्मपदं बोधयति व्याप्यः व्याप्या व्याप्यम् इति. यथा पेयं खाद्यं कार्यं वाक्यं व्याप्यं, तत्र इति इमानि पदानि वा? इति इमानि पदानि, सत्यम्. इत्यमानि इति इमानि, तत् कथम् इत्यमानि इति भवति? इति इमानि एव इति इमानि इत्येव भवेत् किल? सत्यं सत्यं सत्यं सत्यम्. तत्र अन्ते अकारः नास्ति, कथं यण्सन्धिः तत्र अभवत् इति. सत्यं सत्यं इतीमानि आम् इतीमानि पदानि ण्यत् प्रत्ययान्तानि. अस्तु, व्याप्यः इत्यस्य विपरीतार्थकं पदं नुवल् प्रत्ययान्तं व्यापकं. व्याप्यः इति कर्मण्यर्थकः, तस्य विपरीत अर्थकं पदं नुवल् प्रत्ययान्तं. यदा यदि वि अपि च आप् एतयोः नुवल् इति प्रत्ययं योजयामश्चेत् तत्र कर्तृर्थकपदं व्यापकम् इति पदं निष्पन्नं भवति. यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. इदानीं मम प्रश्नस्य उत्तरं प्राप्तम्. यः व्याप्नोति सः व्यापकः. अस्मिन् उदाहरणे धूमः एव व्याप्नोति इति कृत्वा, किमर्थम् इत्युक्ते तत्र धूमः एव दृश्यति, वह्निः पर्वते धूमः एव दृश्यति न तु वह्निः इति कृत्वा. किमर्थं वह्निः न दृश्यते इत्युक्त्वा इति चेत् वह्निः धूमेन व्याप्तम् इति कृत्वा धूमः वह्नेः व्यापकः भवति. यं व्याप्नोति तत्र वह्निव्याप्य धूमवान् इति अस्ति खलु, तत्र प्रथमवाक्यं पश्यतु, व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति. तर्हि धूमवान् कः? धूमः धूमवान् नास्ति खलु? आम्, धूमः तु धूमवान् तु पक्षः पर्वतः. ओ, पर्वतः वह्निना धूमेन व्याप्तम् इति वा? वह्निना व्याप्तम् इति सत्यं. यं व्याप्नो इत्युक्ते पर्वतं वह्नी पर्वतं व्याप्नोति इति पर्वतः व्याप्यः यः व्याप्नो पर्वतः व्याप्यः वह्नी व्यापकः वा? सत्यं. हा, यदि तादृशं वयं स्वीकुर्मश्चेत् वह्नी अपि द्रष्टव्यं किल साक्षात्? न, वह्नेः पर्वतः वह्निना व्याप्यः इति कृत्वा एव धूमः भवति खलु? आम्, किन्तु तत् न दृष्टः, वह्निः साक्षात् न दृश्यते, केवलं धूमः एव दृश्यते. अतः अहं चिन्तितवान् धूमः वह्नेः व्यापकं करोति इति. पुनः वदतु. धूमः धूमः वह्नेः व्यापकं करोति इति कृत्वा धूमः व्यापकः वह्निः व्याप्यं धूमः वह्नेः आवरणं करोति इति कृत्वा वह्निः अस्माभिः न दृष्टं, केवलं धूमः एव पर्वते दृष्टम्. न न, तथा नास्ति खलु महोदय. तत्र पूर्वम् अपि वयं व्याप्यव्यापकभावः इति दृष्टवन्तः. यत्र वयम् उक्तवन्तः व्यापकः अस्ति अधिकदेशवृत्ति, व्याप्यः अस्ति न्यूनदेशवृत्तिः इति, स्मरति वा? अत्र वयम् उक्तवन्तः वह्निः इति अधिकदेशे वर्तते, इत्युक्ते यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः नास्ति इति कृत्वा वह्निः अस्ति अधिकदेशवृत्तिः, धूमः अस्ति न्यूनदेशवृत्तिः. तर्हि न्यूनः क्षम्यता, धूमः इति व्याप्यः, वह्निः इति व्यापकः इति तत्र उक्तं. यत्र व्याप्यव्यापकभावः इति वयं दृष्टवन्तः, तत्र वयं तथा उक्तवन्तः. अत्र तु इति कृत्वा व्याप्यव्यापकदृष्ट्या पश्यामः चेत् धूमः अस्ति व्याप्यः, वह्निः अस्ति व्यापकः. यत् यस्मिन् कस्मिंश्चित् दृष्ट्याम् अपि तत्र वह्निः एव व्यापकः भवति, वह्निः व्याप्यः कदापि न भवति इति प्रथमं. यतोहि वह्निः अस्ति अधिकदेशवृत्तिः, अपि च वह्नी एव व्याप्नोति, इत्युक्ते वह्नी एव तत्र आच्छादनं करोति, इत्युक्ते वह्नी प्रथमं तत्र आगत्य आच्छादनं करोति इति कृत्वा एव तत्र धूमः आगच्छति. किन्तु भगिनि, व्याप्यव्यापकभावः आपेक्षितं किल? यत्र यद् भगिन्या उक्तं वह्निः अपि च धूमः इति स्वीकुर्मश्चेत् तत्र वह्निः एव अधिकस्थले भवति इति कृत्वा तदेव व्यापकः भवति, धूमः व्याप्यः भवति. सत्यं. तस्मिन् स्थले हा, इत्युक्ते तत्र व्याप्यव्यापकदृष्ट्या वयं तत्र व्याप्यव्यापकभावदृष्ट्या पश्यामः चेत् तथा एव भवति. अत्र केवलं तत्र वह्निव्याप्य धूमवान् इति वाक्ये तत्र व्याप्यव्यापकभावः इति वस्तुतः नास्ति खलु. तत्र केवलं तत्र व्याप्य इति यः पदमस्ति तस्य विवरणं वस्तुतः चिन्तयामः चेत्, इत्युक्ते तत्र व्याप्य इति दृष्ट्वा वयं लप् प्रत्ययः इति साधारणतया चिन्तयामः, इत्युक्ते आगत्य आगम्य इति सर्वं भवति खलु, स्वीकृत्य इति भवति इति कृत्वा, तस्य किञ्चित् तथा चिन्तनं मास्तु इति कृत्वा एव एतत् सर्वम् अस्ति अत्र वस्तुतः. अत्र व्याप्य इत्युक्ते ञ्यत् प्रत्ययः कर्मणि अर्थकः, न तु ल्यप् प्रत्ययः अव्ययपदम् इति. कर्मणि अर्थकः ञ्यत् प्रत्ययः इति कृत्वा तत्र त्रिषु लिङ्गेषु अपि भवति, अव्ययपदं नास्ति यथा ल्यप् भवति इत्येव इति एकं एकः मुख्य अंशः. अपि च अत्र अस्मिन् वाक्ये व्याप्यः इत्युक्ते पर्वतः इत्येव चिन्तयामि अहं, यतोहि तत्र वाक्यं पश्यतु, अग्निना व्याप्यः धूमवान् इति अस्ति. तर्हि व्याप्यः इति पदं धूमवान् इत्यस्य विशेषणपदम्. धूमवान् तु पर्वतः एव इति कृत्वा व्याप्यः इति पर्वतः अस्मिन् प्रसङ्गे इति, इत्युक्ते अस्मिन् प्रसङ्गे तु वस्तुतः व्याप्यव्यापकभावः इति नास्ति. तदेव किञ्चित् क्लेशः आसीत्. किमर्थम् इत्युक्ते अत्र व्याप्नोति इत्यस्य अर्थः आवरणम् इति, अत्र आवृतं किम् अस्मिन् वाक्ये? आवृतम् इत्युक्ते यस्य आवरणम् अभवत्. आम्, पर्वतस्य आवरणमेव अभवत् खलु, इत्युक्ते पर्वते पर्वतः धूमात् आवरणं कृतं खलु, धूमेन आवृतं क्षम्यतां, पर्वतः वह्निना आवृतं कृतं खलु. यदि इत्युक्ते पश्यतु महोदय, चिन्तयतु, तत्र पर्वते प्रथमं वह्निना पर्वते, इदानीम् अहं मार्गे गच्छन्ती अस्मि, अस्तु, दूरे पर्वतः अस्ति, यदहं प्रायः सम्यक्तया न द्रष्टुमपि शक्नोमि, तत् इदानीं वह्निना आवृतम् अस्ति, आवृतः अस्ति, अस्तु, परन्तु इदानीं पर्वतः दूरे अस्ति इति कृत्वा अहं पर्वतमपि सम्यक्तया न पश्यामि, प्रायः वह्निमपि सम्यक्तया न द्रष्टुं शक्नोमि, परन्तु धूमः तु द्रष्टुं शक्नोमि. तदाधारेण एव मम मनसि अनुमानज्ञानं भवति, अहो अत्र दूरे यः पर्वतः अस्ति सः वह्निना आवृतम् अस्ति, तदर्थमेव धूमः इदानीं तत्र आगच्छति इति. इति कृत्वा इदानीं पर्वतः वह्निव्याप्य धूमवान् इति अहं वक्तुं शक्नोमि. अहं एकं भिन्नम् उदाहरणं मम पक्षस्य प्रतिपादनार्थं वदामि. सूर्यः अस्ति, मेघः अस्ति इति चिन्तयतु. मेघः सूर्यस्य आवरणं करोति, सूर्यः आवृतम् अभवत्. यदा मेघः सूर्यस्य आवरणं करोति तदा सूर्यस्य दर्शनमेव न भवति, केवलं यत् आवरणं करोति. इत्युक्ते आवरणम् इत्यस्य पदस्य आङ्ग्लभाषायां वदामः चेत् कन्सील्ड् इत्यपि वक्तुं शक्नुमः, कवर्ड् इत्यपि वक्तुं शक्नुमः खलु. आम्, तर्हि भवतः उदाहरणं यदस्ति तत्र कन्सील्ड् इत्यर्थे आगच्छति, मम उदाहरणे तु कवर्ड् इत्यर्थे. कवर्ड् इत्युक्ते तत्र तत्र पर्वते सर्वत्र वा यदा कदा यत्र यत्र वृक्षाः सन्ति तत्र वह्निः अस्ति इति अर्थे. तत्र कवर्ड् कन्सील् मध्ये किञ्चित् भेदः अस्ति खलु? मम मनसि नास्ति एकमेव अर्थः स्फुरति. इत्युक्ते कथं वदामि, तत् इत्युक्ते तत्र कवर्ड् इत्युक्ते तत्र सम्पूर्णतया आवरणं नास्ति चेत् कवर्ड् इति भवती वदति. सत्यं, पूर्ण आवरणम् अस्ति चेत् तत्तु कन्सील्. हा, कन्सील्ड् इत्युक्ते तत्र यदा वयं यथा भवान् उक्तवान् तत्र द्रष्टुं न शक्नुमः, तत्र अस्माकं तत्र चक्षुषा प्रायः अत्र द्रष्टुं न शक्नुमः, तत्र तत्र किमपि तथा अस्ति चेत् तत्र तर्हि हिडन् इति अपि वक्तुं शक्नुमः प्रायः. तथा अस्ति चेत् तत्र किं वदामः तत्र कन्सील्ड् इति अर्थे भवति इति गोपयति इति अपि वक्तुं शक्नुमः खलु इति अर्थे. परन्तु आवरणम् इत्युक्ते तत्र तदर्थे अपि वक्तुं शक्नुमः, अपि च तत्र तत्र सम्पूर्णतया व्याप्तमस्ति इत्युक्ते स्प्रेड् अस्ति इत्यर्थे अपि वक्तुं शक्नुमः इति चिन्तयामि. तदर्थमेव किञ्चित् अवगच्छामि अस्मिन् सन्दर्भे तादृशमेव स्वीकार्यं, किन्तु प्रत्यक्षं किम् अस्माकं ज्ञानं दास्यति इत्युक्ते पर्वतं अस्माभिः दृष्टः, अपि च धूमम् अपि धूमः अपि दृष्टः, पर्वतः अपि दृष्टः, केवलं वह्निः एव साक्षात् न दृश्यते इति एव प्रत्यक्षज्ञानं. किन्तु इदानीं किं वयं वदामः अत्र व्यापकः इति वह्निः तदेव आवृणोति, व्याप्यं तु धूमः तदेव आवृतम् इति. न, अत्र तु व्याप्यम् इति तदेव अहम् उक्तवती. अत्र वह्निव्याप्य धूममान् इत्यत्र तु व्याप्यः अस्ति पर्वतः. वस्तुतः व्याप्यव्यापकभावे एव व्याप्यः इति धूमः इत्युक्ते अत्र किञ्चित् भिन्नार्थः खलु. अधिकदेश व्याप्यः इति भवती वदति व्याप्यः इति पर्वतः इति वा? सत्यं, तदर्थमेव तत्र वह्निव्याप्यः धूमवान् इति अस्ति खलु. धूमवान् इति पदस्य विशेषणपदमस्ति व्याप्यः इति. अत्र अहं एतादृशं वदामि भगिनि, वह्निना व्याप्यः धूमः यस्मिन् अस्ति सः इति वदति चेत्. न, परन्तु अत्र व्यस्तप्रयोगम् इति पश्यतु महोदय, तत्र अस्ति वह्निव्याप्यः धूमवान् इति अस्ति खलु. वह्निना व्याप्यः धूमवान् इति अस्ति. आम्, तर्हि वह्निना व्याप्यः अस्ति धूमवान् सः कः इत्युक्ते पर्वतः. आम्, किञ्चु अहं किं करोमि, इतोपि व्यस्तं कृत्वा वह्निना व्याप्यः धूमः यस्मिन् अस्ति सः इति तादृशं वदति चेत् दोषः वा? तत्र पुनः वह्निना व्याप्यः धूमः. वह्निना व्याप्यः धूमः इति कथं वक्तुं शक्नुमः? किमर्थम् इत्युक्ते वह्नि धूमयोः मध्ये व्यापकव्याप्यभावः अस्ति इति कृत्वा. न, तत्र व्याप्यव्यापकभावः इति किञ्चित् तत्र किं वदामः, तत्र किञ्चित् पारिभाषिकपदं महोदय. तत्र व्याप्यव्यापकः इति तत्र यः व्याप्नोति यं व्याप्नोति इति अर्थे नास्ति इति मम अवगमनम्. इत्युक्ते तत्र व्याप्यव्यापकः इत्युक्ते यस्य क्षेत्रविषये अस्ति, अत्र यत् अधिकदेशवृत्तिः अस्ति तद् व्यापकः, यस्य क्षेत्रं न्यूनमस्ति तद् व्याप्यः इति कृत्वा व्यापकक्षेत्रे व्याप्यस्य क्षेत्रम् अन्तर्भूतम् इति कृत्वा तत्र व्याप्यव्यापकभावः इति वदामः वस्तुतः. आम्, किन्तु तत् न स्वीकरोति चेत् इदानीं वयं तृतीयसोपाने अस्ति किल. प्रथमसोपानं तु पक्षधर्मताज्ञानं, द्वितीयसोपानं तु व्याप्तिज्ञानं. तयोः मेलनमेव तृतीयसोपानम्. अस्मिन् सोपाने एव साध्यव्यापकहेतुमान् इति पक्षः इति ज्ञानं प्राप्नोति. सत्यं, यदि व्याप्यव्यापकभावः न स्वीकुर्मश्चेत् मेलनं एव वयं न कुर्मः किल. न, न, व्याप्यव्यापकभावः तु अभवत् खलु द्वितीयसोपाने. तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति स्थले हेतुः इति व्याप्यः, साध्यम् इति व्यापकः. तर्हि तत्र व्याप्यः व्यापकः मध्ये तयोः तत्र तत्र पूर्वज्ञानेन तद् आगतम्. इदानीं वह्निव्याप्य धूमवान् इति यदा वदामः, त तत्र वस्तुतः व्याप्यव्यापकभावस्य प्रसङ्गः नास्ति इति मम अवगमनम्। इत्युक्ते अत्र तदर्थमेव तत्र महोदय तत्र व्याकरणदृष्ट्या किञ्चित् दत्तवान् अस्ति तत्र किञ्चित् प्रष्टुम् अर्हति वा इति भवती किं चिन्तयति महोदयेन? व्यापकः अस्मिन् वाक्ये व्याप्यः इति पक्षः वा नो चेत् हेतु वा? मम अवगमनमस्ति पक्षः इति, अत्र मम भ्रमः नास्ति। भवान् महोदयं प्रति पत्रं प्रेषयतु, मह्यमपि अस्तु कापि करोतु। प्रेषयिष्यामि भगिनि। हा, भवान् महोदयः कः वदति इति, किं वदति इति पश्यामः। इत्युक्ते तत्र मम अत्र तु मम भ्रमः नास्ति, परन्तु भवतः तत्र सन्तोषः न अभवत् चेत् निश्चयेन पत्रं प्रेषयतु। केवलं कन्फर्मेशन् तावदेव। निश्चयेन महोदय, तत्र निश्चयेन करोतु। अस्तु, अहं एवमेव अहम् उक्तवती, परन्तु निश्चयेन करोमि, हास्यार्थमेव उक्तवती। अस्तु अस्तु, तर्हि एतावत्पर्यन्तं सम्यक्। अस्तु, अस्माकं समयः अपि जातः, तर्हि आगामी कक्षायां मेलिष्यामः। धन्यवादः, शुभरात्रिः। अस्तु भगिनि, धन्यवादः। धन्यवादः, शुभरात्रिः।